नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति तिङ्प्रत्ययसिद्धिः द्वितीयभागः इति विषयः अनुवर्तते. तत्र गतवर्गे अस्माभिः आत्मनेपदी तिङ्प्रत्ययानां लट्लकारस्य सिद्धप्रत्ययाः के इति अस्माभिः चर्चिताः. अद्य लोट्लकारस्य विषये चिन्तनं कुर्मः. गतवर्गे एव आरब्धः आसीत् सः विषयः. तत्र सूत्राणि अपि कानिचन सूत्राणि अधीतानि. अद्य इतोपि किञ्चित् दृष्ट्वा अग्रे गन्तुं शक्नुमः. तस्मात् प्राक् गतवर्गे एकः प्रश्नः आसीत् आटोनितः इत्यस्मिन् विषये. तत्र गोमतीभगिनी वदति वा प्रश्नः कः, अनन्तरम् उत्तरं किं, द्वयमपि वदतु. वदामि भगिनि. प्रश्नः एकनिमिषं भगिनि. एकनिमिषं भगिनि वदामि. अत्र सर्वे प्रत्ययाः नित्यप्रत्ययाः, अतः सूत्रे किमर्थं सार्वधातुक नित् प्रत्ययः इति वक्तव्यम् इति जयलक्ष्मी भगिन्याः प्रश्नः आसीत्. आतोनितः आतोनितः इति सूत्रे नितः इति उक्तं. नितः इति किमर्थम् उक्तं? नितः इत्यस्य आवश्यकता नास्ति खलु, यतोहि आत्मनेपदी प्रत्ययेषु सर्वे प्रत्ययाः नितः एव सन्ति, अतः किमर्थं नितः इति उक्तम् इति प्रश्नः. वस्तुतः अस्मिन् सूत्रे आत्मनेपदी प्रत्ययः इति अपि न उक्तम्. अत्र आत्मनेपदी इत्यस्य अनुवृत्तिः आत्मनेपदम् इति किमपि तत्र अनुवृत्तिः नास्ति. केवलं नितः सार्वधातुकस्य आतो इयः इति अनुवृत्तिः अस्ति. अतः अङ्गात् नितः सार्वधातुकस्य आतो इयः इति अस्ति. तर्हि इदं सूत्रं तु परस्मैपदी प्रत्ययानां विषये कार्यं न अर्हति, यतोहि तत्र तादृशं आ इति कुत्रापि नास्ति. आकारस्य स्थाने इय आदेशार्थम् आ इति कुत्रापि नास्ति. अतः आत्मनेपदी प्रत्ययानां विषये एव इदं सूत्रम् इति वयम् अवगन्तुं शक्नुमः. तर्हि किमर्थं तत्र नितः इति उक्तम् इति प्रश्नः. अस्तु भगिनि, उत्तरं वदामि. भगिनि वदतु. अत्र उत्तमपुरुषस्य एकवचनम् ईड, मध्यम द्विवचनं वहि, अनन्तरं महिन् इति मूलप्रत्ययाः सन्ति. इड ए भवति, ऐ भवति, वहि वहै भवति, महि महै भवति, सिद्धप्रत्ययः ऐ वहै महै इति अस्ति. अत्र इड इत्यस्य स्थाने अपि आड् आगमः भवति, आड् उत्तमस्य पिच्च इति सूत्रेण. अतः तत्र इकारस्य स्थाने प्रथमम् एकारः भवति टितः आत्मनेपदानां टेरे इति सूत्रेण. डकारस्य हलन्द्यं तस्य लोपः भूत्वा अपगच्छति. इकारस्य इकारः भवति एकारः. अनन्तरम् आड् उत्तमस्य पिच्च इति सूत्रेण आकारः आगमः भवति प्रत्ययस्य आ ए इति भवति. आडुत्तमस्य पिच्च इति सूत्रं पित् इत्य अपि आरोपणं दीयते. तत्र तत्तु इदानीं नित् न भवति, पित् भवति. अतिदेशसूत्रस्य कारणेन पित् भवति. पित् अस्ति चेत् आकारस्य इय इति इय इति आदेशः भवति. आतो नितः इति सूत्रेण इय इतादेशः भवति. इय आदेशः भवति चेत् इय योग ऐ ए ए भवति. इय योग ऐ भवति ये इति भवति. अतः अस्माभिः अस्माकम् इष्टरूपमस्ति ऐ, इष्टरूपं न भवति पित् अस्ति चेत्. अतः तत्र आकारस्य आगमः अस्ति, आकारस्य इय आदेशः न इष्टम्। अतः समीचीनं समीचीनं सम्यक्। अतः तत्र पित्वं पित्वम् आरोप्यते इत्यनेन कारणेन तत् ङित् न भवति, अतः इय आदेशः न भवति इति कृत्वा तस्य नितः इति आवश्यकमस्ति सूत्रे, खलु? आतो नितः इति सूत्रे नितः इति दलस्य किं प्रयोजनम् इति चेत् तत्र नितः इति अस्ति चेत् केवलं नित् सारदार्थकप्रत्ययस्य एव आकारस्य इय इति आदेशः भवति, पित् प्रत्ययः अस्ति चेत् न भवति इति उक्तं। तर्हि सूत्रे नितः इति पदं नास्ति चेत् किं भवति इति चेत् अतः अङ्गात् सार्वधातुकस्य आतो इयः इति भवति। तर्हि कुत्र इत्युक्ते सर्वत्र भवितुम् अर्हति, पित्वा पित्वा सर्वत्र भवितुम् अर्हति। तर्हि तत्र उत्तमपुरुषे एकवचने द्विवचने बहुवचने सर्वत्र आडुत्तमस्य पिच्च इति सूत्रं यदस्माभिः पूर्वम् अधीतं परस्मैपदीप्रत्ययानां विषये, एवमेव अत्रापि लोट् लकारे उत्तमपुरुषे आट् आगमः भवति। यदि आट् आगमः भवति तत्र पित्वम् अपि अध्यारोप्यते, आड् आट् उत्तमस्य पित् च इति अस्ति, तर्हि पित्वमपि अध्यारोप्यते। मिप् इत्यत्र पित्वं तु मूले अस्ति एव, उत्तमपुरुषे एकवचने मिप् इति प्रत्ययः, तत्र तु पित्वम् अस्ति एव, पुनः तत्र पित्वम् अध्यारोप्यते। अनन्तरं द्विवचने बहुवचने तत्र वहि महि इति मूलप्रत्ययः, तत्रापि इदानीम् आडागमः भवति, पित्वमपि अध्यारोप्यते। वहि इति प्रत्ययः मूले पित् नास्ति, अपित् अस्ति, निद्वत् अस्ति। एवमेव महि इति प्रत्ययः अपि मूले पित् नास्ति, अपित् अस्ति, निद्वत् अस्ति। तर्हि तत्रापि पित्वम् अध्यारोप्यते, आडुत्तमस्य पिच्छ इति सूत्रेण अध्यारोप्यते। इदानीं सर्वत्र तत्र पित्वम् अपि अस्ति, आतो नितः इति सूत्रे नित् इति नास्ति चेत् तदानीम् उत्तमपुरुषे अपि आकारस्य स्थाने इय इति आदेशः भवितुम् अर्हति, तद् मास्तु इति कृत्वा तत्र नितः इति उक्तम्। अवगतं वा जयलक्ष्मी भगिनि? आं भगिनि अवगतवती। अस्तु अस्तु समीचीनम्। अन्य कोऽपि एतादृशं चिन्तनं कृतवन्तः? नमस्ते भगिनि। तत्र यद्यपि तत्र आडुत्तमस्य पिच्छ इति भवति, तत्र पित्वम् अध्यारोपणं भवति, तत्र नित्वत् किमर्थं वक्तव्यं, तत्र किमर्थं वक्तव्यं यद्यपि तत्र नित् नास्ति चेत्? इदानीम् आतो नितः इत्यत्र नित् इति नास्ति चेत् किं भवति तत्र? यत्र यत्र आकारः अस्ति सर्वत्र इय इति आदेशः भवति, खलु? समीचीनं, परन्तु अङ्गात् परस्य यदि नित् सार्वधातुकस्य इति नित् प्रत्ययः निद्वत् अस्ति तत्रैव भवति न, तत्र प्रत्ययः निद्वत् नास्ति चेत् तत्र न भवति। न न, इदानीं सूत्रे नित् इति पदमेव नास्ति इति चिन्तयतु, केवलम् आतो इति अस्ति सूत्रम्। अस्तु, नित् नास्ति। ओ अस्तु, तदानीं यत्र कुत्रापि आकारः अस्ति सर्वत्र इय इति आदेशः भवति इति वदति खलु सूत्रम्। समीचीनम्, अस्तु। तर्हि तत्र उत्तमपुरुषे अपि आकारः अस्ति, तत्रापि इय भवतु, तत्रापि इय भवति चेत् तत्र इष्टप्रत्ययः न सिद्ध्यति इति कृत्वा नितः इति पदस्य प्रयोजनम् अस्ति। अस्तु भगिनि, अवगतं वा? किञ्चित् चिन्तनीयम्, अहं किञ्चित् विलम्बेन आगतवती। अहं नित् इति पदमेव नास्ति इति चिन्तयतु, आतो नितः इत्यत्र नित् इति पदमेव नास्ति। इदानीं कार्यं किं, सूत्रस्य कार्यं किम्? यत्र यत्र अकारः अदन्त अङ्गमस्ति तत्र इय इति आदेशः भवति, तत्र अदन्त अङ्गात् अकार अदन्त अङ्गात् इय इति आदेशः भवति। तर्हि कुत्र कुत्र भवितुम् अर्हति इय इति आदेशः? सर्वत्र भवितुम् अर्हति, सर्वत्र भवितुम् अर्हति, खलु? यः कोऽपि सारदातुकप्रत्ययः अस्ति, यः कोऽपि सारदातुकप्रत्ययः अस्ति तत्र सर्वे सर्वत्र भवितुम् अर्हति, यतोहि सर्वे सारदातुकप्रत्ययाः। एवं सति लोट् लकारे उत्तमपुरुषे अपि भवितुम् अर्हति, तत्र आडागमः भवति, आ इति तत्रापि अस्ति इति कृत्वा तत्रापि भवति। तथा भवति चेत् इष्टरूपं न प्राप्यते। समीचीनम्, अस्तु। इति कृत्वा तत्र नितः इति पदस्य आवश्यकता अस्ति. अस्तु, परन्तु नितः नितः कथं भवति? तत्र तु इड् इड् अस्ति. इतः इति यदा नितः इति यदा वदामः तदानीं तत्र लोट्लकारे न भवति, यतोहि लोट्लकारस्य प्रत्ययः इदानीं पित्. ओ अस्तु अस्तु, ओ तत्र न भवति, तदेव स्पष्टीकरणार्थं न भवति. योजनेन नितः इति पदस्य योजनेन सूत्रे लोट् लकारे न भवति, यतोहि ते लोट् लकारे उत्तमपुरुषे सर्वे प्रत्ययाः पितः पितः समीचीनं इति कृत्वा तत्र न भवति. तत्र न भवतु इति कृत्वा एव सूत्रे नितः इति पदं योजितम्. ओ अस्तु, समीचीनं भगिनि, अत्र स्पष्टं. धन्यवादः. अवगतं, धन्यवादः. अवगतम् अवगतं. तत्र अहं चिन्तितवती तत्र भवति कथं भवति इति, अहं मम भ्रमः जातः कथं भवति. तत्र मास्तु मास्तु पदस्य योजनं समीचीनं समीचीनं पदस्य योजनं तावदेव. अस्तु, अन्य कोऽपि प्रश्नः अस्ति वा? नो चेत् अग्रे गन्तुं शक्नुमः. अस्तु, इदानीं तत्र किं ज्ञातमिति चेत् तत्र टित्सु लकारेषु आत्मनेपदीप्रत्ययानाम् एकं सूत्रमस्ति, विशिष्टसूत्रं तित आत्मनेपदानां केरे इति सूत्रम् अत्र गतवर्गे अस्माभिः चर्चितं. तित आत्मनेपदानां केरे इति सूत्रेण तत्र कोऽपि वदति वा तत्र सूत्रार्थः कः इति? तत्र शोभा भगिनी वदतु, सूत्रार्थः कः पितात्मनेपदानां तेरे? आं भगिनि, तत्र टितः टित् आत्मनेपदानां तेरे इत्युक्ते टित् लकाराणां स्थाने यत्र टि भागः भवति तत्र एकारः आयाति इति. टित् टित्सु लकारेषु लट् लोट् लृट् लिट् इति टित्सु लकारेषु यत्र टि भागः इत्युक्ते अन्त्यात् स्वरात् आरभ्य किमपि तदनन्तरं भवति तत्सर्वं टित् टि संज्ञा प्राप्नोति, तस्य स्थाने यथा यदि ता इति अस्ति चेत् तकारस्य अनन्तरम् अकारः, अकारस्य स्थाने एकारः भवति, आताम् अस्ति चेत् आम् इति भवति टि संज्ञा, आम् इत्यस्य एकारः भवति, तादृशम् एकारस्य आदेशः भवति टि भागस्य इति. टिति टित् आत्मनेपदानाम् अपि च आत्मनेपदानामेव तेः रेः इति तत्र विसर्गस्य लोपः भूत्वा तेरे इति भवति. समीचीनं समीचीनम् इत्युक्ते तत्र पितात्मनेपदानां तेरे इति पित्सु लकारेषु टीभागः टीभागस्य स्थाने एकारादेशः भवति. टीभागस्य कृते अस्माभिः सूत्रम् अधीतम् अचोन्त्यादि टि इति सूत्रम्. अचोन्त्यादि टि इति सूत्रेण अचां मध्ये अन्त्यः यः स्वरः तस्य आदिः, तस्य यत्किमपि यः यत्किमपि भागः यः कोऽपि भागः अस्ति सर्वं मिलित्वा समुदायस्य टी संज्ञा भवति इति ज्ञातम्. तर्हि इदानीं लोट् लकारः अपि टित् अस्ति इति कृत्वा सर्वत्र लोट् लकारे अपि टित आत्मनेपदानां तेरे इति सूत्रस्य प्रसक्तिः सर्वत्र भवति इति ज्ञातम्. तत्पश्चात् द्वितीयसूत्रम् अत्र अस्ति, आम् एतः इति सूत्रम्. आमेतः इति सूत्रस्य सूत्रार्थः कः इति अत्र कः? उमा भगिनी वदति वा सूत्रार्थः कः आमेतः? आम् आम् स्थाने एकारस्य लोट्लकारे एकारस्य स्थाने आम् आदेशः भवति. अत्र लोट्लकारे लस्य एतः आगच्छति, एतत् स्थाने आम् इति आगच्छति. अत्र ये स्थाने श्लोकं न श्रूयते. इति उक्तवती खलु लोट् लकारे एकारस्य स्थाने आम् आदेशः भवति इति उक्तं खलु. समीचीनं. तत्र सूत्रे एव उक्तं खलु आम् एतः आमेतः इति सूत्रेण अत्र एकारस्य स्थाने आम् आदेशः. अत्र कः विशेषः इति चेत् लोट् इत्यस्य लोटः इत्यस्य अनुवृत्तिः अस्ति. लोटः इति अनुवृत्तिः अस्ति इति कृत्वा केवलं लोट् लकारे एतः आम् आदेशः भवति. आम् एतः इति उक्तत्वात् एतः इति षष्ट्यन्तम् एतः स्थाने आम् आदेशः भवति. आम् इति प्रथमान्तम् अस्ति इति कृत्वा एतः आम् अत्र किञ्चित् तत्र प्रथमान्तं पूर्वमस्ति षष्ट्यन्तम् अनन्तरमस्ति. अतः आम् एतः एतः स्थाने आम् आदेशः भवति इति सूत्रार्थः. अस्तु भगिनी अत्र कश्चन प्रश्नः. आमेतः सूत्रं लोट् लकारस्य एकारस्य स्थाने इति उक्तं. वस्तुतः लोट् लकारे तु एकारः न श्रूयते, तत्तु लट् लकारे एव श्रूयते. लट् लकारे एव श्रूयते इत्युक्ते तत्र मूलप्रत्यये तु एकारः नास्ति. यत्र मूलप्रत्ययात् लट् लकारे तत्र टितात्मने पदानां टेरे इत्यनेन यत्र आगच्छति तस्मात् एव पुनः लोट् लकारस्य प्रत्ययाः निर्मीयन्ते खलु. न न मूलप्रत्ययं स्वीकृत्य एव तत्र लट् लकारस्य प्रत्ययं स्वीकृत्य तत्र निर्णयः इति नास्ति. सर्वत्र मूलप्रत्ययः मूलप्रत्ययः इत्युक्ते तत्र किम् अस्ति, प्रक्रिया कथम् अस्ति इति चेत् धातुतः लकारः विधीयते, धातुतः लोट् लकारः विधीयते. लोट् लकारस्य स्थाने तिङ् मूलतिङ् प्रत्ययः आयान्ति, मूलतिङ् प्रत्ययः आयान्ति. इदानीं प्रत्ययानां स्थाने आदेशाः प्रत्यादेशाः भवन्ति. अतः लट् लकारं स्वीकृत्य तस्य स्थाने लोट् लकारः इति नास्ति, यथा भवती चिन्तयति. अस्तु सर्वत्र लकारः विधीयते, लकारस्य स्थाने मूलप्रत्ययः एव विधीयन्ते. लस्य इति सूत्रेण सर्वत्र मूलतिङ् प्रत्ययः एव विधीयन्ते, पित्तस्जि इत्यादयः. अस्तु ततः प्रथमसोपानं तु आत्मनेपदानां टेरे इति भूत्वा ततः परं तत्र यत् एकारः अस्ति तस्य आम् आदेशः इति अर्थः. सत्यं तदर्थमेव पित आत्मनेपदानां टेरे इति सूत्रे पितः इति उक्तं, लटः इति न उक्तं. टित्सु लकारेषु इति उक्तं. यदि तत्र यथा भवती चिन्तयति लट् लकारस्य प्रत्ययः प्रथमं तत्र प्रत्ययः निर्मीयन्ते, तदनन्तरं तस्य स्थाने आमेतः इति यथा चिन्तयति तदानीं तत्र टितात्मनेपदानां टेरे इति सूत्रे टितः इत्यस्य प्रयोजनं किं न भवति खलु प्रयोजनं. समीचीनं इति कृत्वा टितः इत्यनेन टित्सु लकारेषु अपि सर्वत्र भवति. अतः एव अत्रस्मिन् सूत्रे आम् एतः इति उक्तम्. एतः इति पदम् उक्तत्वात् सर्वत्र एकारः भवति चेदेव आम् आदेशः भवति. तदर्थं स्थितात्मनेपदानां टेरे इति प्रथमं सूत्रं तत्र कार्यं करोति चेत् तत्पश्चात् आमेतः इति सूत्रं कार्यं करोति. अस्तु समीचीनम्. इदानीं सवाभ्यां वामौ इति सूत्रार्थः कः वदति अत्र? उषाभगिनी वदति वा? आं भगिनि नमस्ते भगिनि, अहं विलम्बेन आगच्छामि. सवाभ्यां वामौ थास् इति मूलप्रत्ययः टित आत्मने थासः से इत्यनेन से इति भवति. अनन्तरं सवाभ्यां वामौ इत्यनेन से इत्यस्य सकार एकारः ये स्थाने वकारः आगच्छति. द्वम् इति प्रत्ययः अस्ति चेत् टित आत्मनेपदानां ठेरे इत्यनेन द्वे भवति. तत्र द्वे इति अस्ति एकारस्य स्थाने अम् आदेशः भवति. सवाभ्यां वामौ सका से इति स्व भवति, द्वे इति द्वं भवति. वामौ वकारः अम् द्वयोः प्रत्ययोः वामौ इति भवति. सवाभ्याम् इति सकार से ये वे से इत्यस्य स्थाने एकारभ्याम् इत्यस्य विभक्तिः का सवाभ्याम् इत्यस्य स्थाने विभक्तिः सवाभ्यां वामौ सवाभ्याम् इत्यस्य स्थाने इति नास्ति तदर्थं मया पृष्टं विभक्तिः का इति सवाभ्यां पञ्चमी भगिनि पञ्चमी तत्र अनुवृत्तिसहितसूत्रम् एकवारं पठतु सवाभ्यां वामौ अनुवृत्तिसहितसूत्रं लोटः लस्य सवाभ्याम् एतः वामौ लोटः टित् लकार लोटः लस्य लोके सवाभ्यां सकारवकाराभ्यां पञ्चमी भवति चेत् सकारवकाराभ्याम् एतः सो सकारः इति से भवति पञ्चमी इत्यस्य कः अर्थः अत्र पञ्चमी इत्यस्य अङ्गात् सकार सवाभ्यां पञ्चमीयन्तं पञ्चमीयन्तं सोम् आफ्टर् दट् परकार्यं आम् पञ्चम्यन्तं यत् पदमस्ति तस्य अनन्तरं कार्यं सवाभ्यां कृत्वात् सकारस्य अनन्तरं कार्यं वकारस्य अनन्तरं कार्यं कुत्र अस्ति कार्यम् एकारस्य स्थाने दासहसे इत्यनेन सकार एकक्षणम् एकार एतः इति उक्तम् एतः इत्यस्य विभक्तिः का एतः इत्यस्य स्थाने षष्ट्यन्तं भगिनि एतः इति षष्ट्यन्तम् अतः कार्यस्थलं कार्यस्थलम् एतः इति एकारः एकारः अस्ति एकारस्य स्थाने आदेशः कः एकारस्य स्थाने वकारः वकारः नो चेत् अम् आदेशद्वयम् अस्ति वकारः अस्ति नो चेत् अम् अस्ति आदेशद्वयं कथम् आदेशद्वयं कथं तत्र निर्णयः भवति सकारस्य सकार उत्तरवर्ति एकारस्य स्थाने वकारादेशः वकार उत्तरवर्ति एकारस्य स्थाने अम् इति आदेशः इति कथं निर्णयः वामौ इति द्वि डुवल् भगिनि डुवल् एण्डि तद्भवतु तद्भवतु परन्तु कथं जानीमः तत्र सकारस्य उत्तरवर्ति एकारस्य स्थाने एव वकारादेशः इति कथं जानीमः अम् आदेशः नास्ति सकार उत्तरवर्ति एकारस्य स्थाने किमर्थम् अम् इति आदेशः नास्ति यथासङ्ख्यम् अनुदेशः यथासङ्ख्यम् अनुदेशसमानाम् इति सूत्रेण क्रमेण आदेशः भवन्ति यतोहि तत्र स्थानी अपि तत्र स्थानीद्वयमस्ति सकार उत्तरवर्ति एकारः इति एकः अस्ति स्थानी अनन्तरं वकार उत्तरवर्ति एकारः इति द्वितीयमस्ति तर्हि स्थानी अपि द्वयमस्ति आदेशः अपि द्वयमस्ति समसङ्ख्यकाः आदेशः अपि समसङ्ख्यकाः स्थानी अपि समसङ्ख्यकः इति कृत्वा तत्र क्रमेण आदेशः भवति अवगतं खलु अत्र अस्मिन् सूत्रे क्लेशः कः इति चेत् सवाभ्याम् इति पञ्चम्यन्तम् अस्ति षष्ट्यन्तं नास्ति सवाभ्याम् इति पञ्चम्यन्तं तस्य अनन्तरं सकारवकाराभ्यां सकारस्य उत्तरवर्ति एकारः नो चेत् वकारस्य उत्तरवर्ति एकारः एकारः एव स्थानी तस्य स्थाने सकार उत्तरवर्ति एकारस्य स्थाने वकारः वकार उत्तरवर्ति एकारस्य स्थाने अम् इति आदेशः भवति तावदेव सूत्रे उक्तम् एतस्य सूत्रस्य प्रसक्तिः कुत्र भवति इति चेत् मध्यमपुरुषे एकवचने भवति मध्यमपुरुषे बहुवचने अपि भवति यतोहि तत्र एव एता भगिनी इदानीम् उक्तवती तासः से इति सूत्रेण से इति आदेशः भवति तास् स्थाने से आदेशः भवति इदानीं लोट्लकारस्य मध्यमपुरुषे एकवचने तास् स्थाने से आदेशः भवति से इत्यत्र सकार उत्तरवर्ति एकारः अस्ति तस्य एकारस्य स्थाने वकारादेशः भूत्वा स्व इति सिद्धप्रत्ययः बहुवचने द्वम् इति मूलप्रत्ययः, तस्य तितात्मनेपदानां तेरे इति सूत्रेण द्वे इति भूत्वा इदानीं तत्रापि वकार उत्तरवर्ति एकारः द्वे इत्यत्र, तत्र अन्ते वकार एकारः अस्ति, तस्मात् पूर्वं वकारः अस्ति, तर्हि एकारस्य स्थाने अम् इति आदेशः भूत्वा ध्वम् इति सिद्धप्रत्ययः. अवगतं खलु? आं भगिनि. अत्र तासहसे इत्यत्र कति सूत्राणि प्रसक्तानि? तत्र तास् इति मूलप्रत्ययः अस्ति खलु, तत्र कति सूत्राणि प्रसक्तानि? तासहसे इति एकसूत्राणि भगिनि, ते तासहसे इति पितात्मनेपदानां तेरे साक्षात् अनन्तरं तासहसे इति उक्तत्वा तासहसे तास् इति मूलप्रत्यये से इति आदेशः भवति. हा समीचीनं, परन्तु तत्र अन्यसूत्रस्य प्रसक्तिः अस्ति वा तत्र? अन्यसूत्रस्य प्रसक्तिः सभाभ्यां भौमौ न भगिनि, अन्यत् किमपि प्रसक्तं नास्ति वा? इदानीमेव भवती उक्तवती खलु पितात्मने पदानां तेरे अनन्तरम् अस्ति इति. ओ आम् आम् आम्. तर्हि तासः से भगिनि, तासः स्थाने से इति आदेशः भवति. किमर्थम् अत्र पितात्मने पदानां तेरे इत्यस्य कार्यं नास्ति? ओ तित इति खलु. आं भगिनि, तित् तित् आम् तासः से. अन्य कोऽपि वदति वा? लक्ष्मी भगिनी किं चिन्तनं? हा टितात्मनेपदानं टेरे अपि आगच्छति अत्र, तस्यापि प्रसक्तिः अस्ति. तत्र थास् इत्यत्र पुनः टित् टित् टित्स् लकारेषु आत्मनेपदानं टेरे इत्यनेन तत्र धे इति भवति स्म, तत् निषिध्य एव थासः से आगतम् अत्र. पुनः आमेत्तः इत्यस्यापि प्रसक्तिः अस्ति, तत्रापि आमेत्तः इत्यनेन एकारस्य स्थाने पुनः आम् आदेशः भवति स्म, किन्तु तदपि निषेधं कृत्वा एव सवाभ्यां वामौ इति सूत्रम् अत्र तस्य प्राप्तिः भवति. निषेधम् इति निषेधम् इति भवत्याः तत्र प्रयुक्तमस्ति, निषेधम् इति अत्र निषेधः अस्ति वा? कार्यस्थानमेव नास्ति तासः. हा समीचीनम्, इत्युक्ते अपवादसूत्रमस्ति, पितात्मनेपदानां तेरे इति सूत्रस्य अपवादः अस्ति तासः से खलु? हा सत्यम्. हा तासः से, तर्हि तासः से इत्यनेन से इति आदेशः तास्थाने सम्पूर्णतया से इति आदेशः भवति. इदानीं से इति आदेशानन्तरं तत्र इदानीं कति सूत्राणि प्रसक्तानि से इति आदेशानन्तरम्? आमेत्तः भवति, सभाभ्यां वामौ अपि आगच्छति, तस्यापि प्रसक्तिः अस्ति. इदानीं सूत्रद्वयमस्ति, से इति तासः से इति सूत्रेण से इति आदेशानन्तरं सूत्रद्वयमस्ति, सभाभ्यां वामौ अपि च आमेतः, द्वयोः मध्ये सङ्घर्षः अस्ति, तर्हि इदानीं कथं भवति? तत्र द्वे च सपादसप्ताध्यायम् एव अस्ति, तत्र वाम सभाभ्यां वामौ इत्यस्य तु कार्यक्षेत्रं लघुः अस्ति, आमेतः इत्यस्य कार्यक्षेत्रम् इतोपि बहु बहुलम् अस्ति. सभाभ्यां वामौ इत्यस्य सूत्रम् अत्र न प्रवर्तते चेत् अन्यत्र कुत्रापि तस्य प्रवर्तनं न भवति इति कृत्वा अपवादेन, आमेतः इत्यस्य अपवादेन सभाभ्यां वामौ इति सूत्रं सूत्रस्य प्राप्तिः भवति. हा समीचीनं समीचीनम्, इत्युक्ते अत्र क्रमेण चिन्तयामः चेत् तास् इति मूलप्रत्ययः, मध्यमपुरुषे एकवचने थास् इति मूलप्रत्ययः अस्ति, तास् इत्यत्र तास् इत्यत्र कति सूत्राणि प्रसक्तानि इति चेत् तत्र कितात्मनेपदानां तेरे इति सूत्रेण तत्र आस् इति भागस्य ति भागस्य एकारादेशः भवितुम् अर्हति, नो चेत् तत्र तासः से इति सूत्रेण से इति सम्पूर्णतया से इति आदेशः भवितुम् अर्हति इति तत्र वस्तुतः सूत्रद्वयम् अस्ति. आदौ सूत्रद्वयम् अस्ति. पितात्मने पदानां तेरे अपि च तासः से द्वयोर्मध्ये किं सूत्रं प्रथमं कार्यं करोति इति चेत् तयोः मध्ये कीदृशसम्बन्धः इति चेत् तत्र तितात्मने पदानां तेरे इति सूत्रं सामान्यसूत्रमस्ति. तासः से इति विशिष्टसूत्रमस्ति, केवलं तास् प्रत्ययस्य कृते एव कृतमस्ति. अत्र कार्यं न करोति चेत् अन्यत्र अवकाशः नास्ति. इदानीं प्रश्नः भवितुम् अर्हति तत्र लट्लकारे तु तासः से इत्यनेन प्राप्तं खलु, तत्र अन्यत्र लब्धावकाशः अस्ति खलु इति तादृशप्रश्नः अस्ति चेत् तत्र तत्रापि एवमेव चिन्तनमासीत् खलु. लट्लकारे अपि पितात्मने पदानां तेरे इति सूत्रस्यापि प्रसक्तिः आसीत्. लट्लकारे तास् प्रत्ययस्य पितात्मने पदानां तेरे इत्यनेन भवति वा तासः से इत्यनेन भवति वा इति तत्रापि प्रश्नः आसीत्. तत्रापि अपवादबलेन कार्यं कृतम् इति उक्तं. लोट्लकारे अपि एवमेव अपवादबलेन एव कार्यं, यतोहि तत्र पृथक् पृथक्तया द्रष्टुं न शक्नुमः. इत्युक्ते यत्र यत्र तासः से इति आगच्छति यत्र कुत्रापि यत्र अवसरः अस्ति तत्र आगच्छति, तत्र सर्वत्र टितात्मने पदानां तेरे इति अपि आगच्छति एव. अतः द्वयोः सङ्घर्षः अस्ति, युगपत् द्वयोः सङ्घर्षः अस्ति. अतः सङ्घर्षे तत्र किं भवति इति चेत् तासः से इत्यस्य जयः भवति. किमर्थम् इति चेत् तासः से इत्यस्य अन्यत्र लब्धावकाशः नास्ति. अत्र द्वयोः सूत्रयोर्मध्ये तुल्यबलविरोधः अस्ति वा? तुल्यबलविरोधः नास्ति. किमर्थं नास्ति? अन्यत्र लब्धावकाशः अस्ति चेदेव तुल्यबलविरोधः भवति. सवाभ्यां वामौ इत्यस्य न धासहस्ते इत्यस्य अन्यत्र लब्धावकाशः नास्ति, केवलम् अस्मिन् स्थाने एव तस्य कार्यं भवति. अतः अन्यत्र लब्धावकाशः नास्ति. पितात्मने पदानां तेरे इत्यस्य अन्यत्र लब्धावकाशः अस्ति, बहुत्र तस्य कार्यं भवितुम् अर्हति. परन्तु तासहसे इत्यस्य कार्यं केवलं तास् प्रत्ययस्य कृते एव कृतम् इति कृत्वा अपवादबलेन तासहसे इत्यनेन से इति आदेशः प्रथमं भवति. तर्हि पितात्मने पदानां तेरे इत्यस्य कार्यं प्रबाद्य तासहसे इत्यनेन से आदेशः भवति. तत्पश्चात् यदा से इति भवति तदानीं कति सूत्राणि प्रसक्तानि? सूत्रद्वयस्य प्रसक्तिः सवाभ्यां वामौ पुनः आमेतः इति सूत्रद्वयं तयोः प्रसक्तिः अस्ति. पुनः तत्रापि चिन्तनं कस्य अन्यत्र लब्धावकाशः अस्ति वा इति. अत्रापि आमेतः इत्यस्य तु बहुत्र तस्य अवकाशः अस्ति कार्यस्य, किन्तु सवाभ्यां वामौ इति सूत्रं तु विशिष्टसूत्रमस्ति, तस्य कार्यक्षेत्रमपि लघुः अस्ति. केवलं लोट्लकारस्य मध्यमपुरुषे एकवचने बहुवचने एव तस्य कार्यप्रवर्तनं भवति इति कारणेन अपवादबलेन सवाभ्यां वामौ इत्यस्य बलम् अधिकं भवति. समीचीनं. इत्युक्ते यदा तासः से इत्यनेन से इति आदेशः भवति तत्पश्चात् तत्र सूत्रद्वयं प्रसक्तमस्ति. आमेतः इति एकं सूत्रं, तदनन्तरम् अन्यत् किम्? सवाभ्यां वामौ अनन्तरम् आमेतः. हा, सवाभ्यां वामौ अनन्तरम् आमेतः, सूत्रद्वयं प्रसक्तमस्ति. आमेतः इत्यस्य अन्यत्र लब्धावकाशः अस्ति, यथा तत्र एक लट्लकारे प्रथमपुरुषे एकवचने तत्रापि अवकाशः अस्ति. लट् नास्ति, लोट्लकारे प्रथमपुरुषे एकवचने यदा पितात्मने पदानां तेरे इत्यनेन त इति मूलप्रत्ययस्य स्थाने ति भागस्य एकारादेशः भवति तदानीं ते इत्यत्र एकारस्य स्थाने आम् इति आदेशः भूत्वा ताम् इति तत्र अवकाशः अस्ति इति कृत्वा आमेतः इति सामान्यसूत्रमस्ति, तस्य बहुत्र अवकाशः अस्ति. परन्तु सवाभ्यां वामौ इति सूत्रस्य तु अवकाशः अन्यत्र नास्ति, केवलम् अत्र एव भवति इति कृत्वा अपवादबलेन सवाभ्यां वामौ इति सूत्रं कार्यं करोति. तावत् स्पष्टं वा? स्पष्टं भगिनि. भगिनि, अत्र सवाभ्यां वामौ पुनः आमेतः एतत् सूत्रद्वयं च केवलम् आत्मनेपदानां संज्ञकानां कृते एव कार्यं करोति खलु, तस्यापि अनुवृत्तिः भवति वा अत्र? न, अत्र अनुवृत्ति अनुवृत्ति इत्यस्य आवश्यकता अस्ति वा इति प्रश्नः. अनुवृत्ति इत्यस्य आवश्यकता अस्ति वा? अनुवृत्ति वदतु. सवाभ्यां वामौ अपि च आमेतः द्वयोः सूत्रद्वये अपि आत्मनेपदम् इत्यस्य अनुवृत्तेः आवश्यकता अस्ति वा? आवश्यकता अस्ति चेदेव तत्र सूत्रार्थकपरिपूर्णं भवति खलु. तदस्ति चेत् समीचीनं. चिन्तयतु, तत्र लोटः, लस्य, एतः, आम् इति उक्तम्. एकारः कुत्रचित् परस्मैपदेषु भवति वा? परस्मैपदेषु न भवति, सत्यं. न भवति, अतः तत्र साक्षात् वदनस्य आवश्यकता नास्ति, तत्रैव लाघवं खलु. एवमेव सवाभ्यां वामौ इत्यत्र सकार उत्तरवर्ति एकारः कुत्रचित् अस्ति वा परस्मैपदेषु? नास्ति, एकारः तु नास्ति. हा, इति कृत्वा आवश्यकता नास्ति. अतः न उक्तम्. अनुवृत्तिः अपि अनुवृत्तेः अपि आवश्यकता नास्ति. अस्तु, धन्यवादः. अनुवृत्तिः तत्र टितात्मनेपदानां तेरे इत्यत्र आत्मनेपदम् इति अस्ति. इदानीम् आमेतः इति सूत्रं तु तत्पश्चात् एव अस्ति, परन्तु आवश्यकता नास्ति, अतः न कृतम्. इदानीम् अग्रिमसूत्रद्वयं पश्यामः. अत्र विजयलक्ष्मी भगिनी पठति वा आडुत्तमस्य पिच्च? आं, पठामि. आडुत्तमस्य पिच्च तृतीयाध्यायस्य चतुर्थपादे द्व्यधिकनव किं तद् भगिनि? नवतितमः तमं सूत्रं लोट् लकारस्य लस्य स्थाने यः उत्तमपुरुषः पुरुषप्रत्ययः भवति तस्य आट् आगमो भवति, अपि च तस्य पित्त्वं भवति. आद्यन्तौ टकितौ इत्यनेन आट् आगमः प्रत्ययात् प्राक् आयाति. आड् प्रथमान्तम्, उत्तमस्य षष्ट्यन्तम्, पित् प्रथमान्तम् च अव्ययपदम् अनेकपदम् इदं सूत्रं लोटो लङ्वत् इत्यस्मात् सूत्रात् लोटः इत्यस्य अनुवृत्तिः, लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लोटः लस्य उत्तमस्य आट् पित् च. अत्र उत्तमपुरुषस्य उत्तमपुरुष रूपं कथं भवति इत्यस्य कृते अयं सूत्रम्. अत्र उत्तमपुरुषस्य प्रत्ययात् आट् इति आगमः आयात् इति किमर्थम् उक्तं प्रत्ययात्? प्रत्ययात् विधीयते आगमः. प्रत्ययात् विधीयते वा? प्रत्ययस्य विधीयते इति वा? अत्र विधिः नास्ति खलु, आगमः अस्ति. आट् इति आगमः, अत्र टकारः अस्ति कृत्वा प्रत्ययस्य आदौ आयाति. उत्तमस्य प्रत्ययस्य आदौ आट् आगमः आयाति. आद्यन्तौ टकितौ इत्यनेन परिभाषया ट अन्ते आगमस्य अन्ते ट अस्ति, टकारः अस्ति इति कृत्वा प्रत्ययस्य आदौ आयाति. अत्र अनेकपदम् इदं सूत्रम् आड् उत्तमस्य पित् च इति चत्वारि पदानि सन्ति. अत्र लोटो लङ्वत् इति तत् किं भगिनी लोटो लङ्वत् इति तत् अध्यारोप्यते इति वा? लोटो लङ्वत् इत्यस्मात् लोट् इत्यस्य अनुवृत्तिः तावदेव तावदेव अस्तु. तत् लोटो लङ्वत् इति सूत्रात् लोटः इति अनुवृत्तिः अस्ति, लस्य इत्यस्य अधिकारः अस्ति. सम्पूर्णसूत्रम् अनुवृत्तिसहित लोटः लस्य उत्तमस्य आट् पित् च इति. अतः उत्तमपुरुषे ऐ इति आगच्छति. कथम् इत्युक्ते सिद्धप्रति तदग्रे पश्यामः, तदग्रे पश्यामः कथम् ऐ इति आगच्छति इति अग्रे पश्यामः. परन्तु अत्र केवलं किम् उक्तम् इति चेत् आट् आगमः भवति तावदेव. उत्तमपुरुषे उत्तमपुरुषे सर्वत्र आट् आगमः भवति भवति. तत्र एकवचने द्विवचने बहुवचने सर्वत्र आटागमः भवति, आटागमः भवति इति तावदेव अस्ति. इदं सूत्रं कीदृशसूत्रम्? विधिसूत्रं विधिसूत्रम् अस्ति. अपि च अपि च अतिदेशसूत्रम् अतिदेशसूत्रम् अध्यारोप्यते इति वा? अतिदेशसूत्रमपि अस्ति. किमर्थम् अतिदेशसूत्रम्? लोटो लङ्वत् इति अस्ति इत्यस्मात् वा? पिच्च इति अस्ति खलु सूत्रे. पिच्च इत्यनेन पित्वम् अध्यारोप्यते. पित्वम् अध्यारोप्यते. मूलप्रत्ययः मूलप्रत्ययः के उत्तमपुरुषे? मूलप्रत्ययः ए इति अस्ति. न न मूलप्रत्ययः इड् इड् वही महि इड् वहि महि इति अस्ति. इड् वहि महि इति अस्ति. इड् इति तत्र वहि महि इति तत्र कोऽपि प्रत्ययः पित् प्रत्ययः अस्ति वा? नास्ति. पित् प्रत्ययः नास्ति. अतः पित्त्वम् अत्र अध्यारोप्यते इति वक्तुं शक्यते. इति पित्त्वम् अध्यारोप्यते इति तत्र प्रयोजनमस्ति खलु. मूलप्रत्ययः अपितः अपितः कृत्वा इदानीम् अतिदेशः क्रियते इत्युक्ते मूलप्रत्ययस्य स्वभावस्य परिवर्तनं पित्वम् अध्यारोप्यते. अतः अतिदेशसूत्रमपि अस्ति, विधिसूत्रमपि अस्ति. अस्तु, इदं सूत्रं परिचितमेव. आट् उत्तमस्य पिच्च इति सूत्रेण तत्र लोट् लकारे एव लोटः लस्य. इदं सूत्रम् अस्माभिः पूर्वमपि चर्चितं. कुत्र चर्चितम्? परस्मैपदी प्रत्ययः विषये अपि अस्माभिः चर्चितं लोट् लकारे. तत्र आनि आव आम इति आसीत् तत्र. एवमेव अत्रापि आडागमः अत्रापि आडागमः भवति. पठामि वा? हा, इदानीम् अन्य कोऽपि. धन्यवादः भगिनि. अस्तु, इदानीं ततः अग्रे अत्र गीताञ्जलि भगिनी पठितुमिच्छति वा? पठामि भगिनि. नमस्ते भगिनि, क्षम्यतां भगिनि. एत ऐ तृतीय अध्याय चतुर्थ पाद त्रिनवति तमं सूत्रं. लोट् लकारस्य उत्तमपुरुषस्य एकारस्य स्थाने ऐकारादेशो भवति. लोट् लकारस्य उत्तमपुरुषस्य एकारस्य स्थाने ऐकार आदेशः भवति. एतः षष्ठ्यन्तम् ऐ लुप्तप्रथमान्तं द्विपदमिदं सूत्रम्. आमेतः इत्यस्य अपवादः. लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः. आडुत्तमस्य पिच्च इत्यस्मात् उत्तमस्य इत्यस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्. लोटः लस्य उत्तमस्य एतः ऐ. अस्तु, अत्र एत ऐ इति इति सूत्रं किम् आदेशः भवति एकारस्य स्थाने ऐ लोटि इति अपि च आमेतः इत्यस्य अपवादः अपि अस्ति इति इत्युक्ते उत्तमपुरुषस्य एव इति प्रसक्तिः तत्र ए ऐ भवति रूपं रूपम् इड् अस्ति इड् इड् स्थाने ए आदेशः भवति तित आत्मनेपदानां टेरे इत्यस्मात् तत् एकारस्य स्थाने ऐ आदेशः भवति एत ऐ इति सूत्रेण इति अपि च उत्तमपुरुषस्य वहि तत्र अपि वहि वहि वहे भवति टितात्मनेपदानां टेरे इत्यस्मात् तदनन्तरं वहै भवति आवहै इति आडुत्तमस्य पिच्च इति सूत्रेण आड आगम भवति तत्र आ आयाति अपि च वहे वहै भवति एत ऐ इति सूत्रेण तदनन्तरं महिङ् अपि समानेव आडुत्तमस्य पिच्च इति सूत्रेण आडागमः टितात्मनेपदानां टेरे इति सूत्रेण महि महे भवति एत ऐ सूत्रेण महै भवति अन्ततो गत्वा आमहै भवति समीचीनं बहु समीचीनं भगिनि सम्यक् सम्यक् धन्यवादः तर्हि तत्र इदं सूत्रं केवलं लोट्लकारस्य उत्तमपुरुषस्य कृते एव अस्ति अत्र पश्यति चेत् लोटो लङ्वत् इत्यस्मात् लोट् इत्यस्य अनुवृत्तिः अस्ति आड् उत्तमस्य पिच्च इत्यस्मात् उत्तमस्य इत्यस्य अनुवृत्तिः अस्ति तर्हि लोट्लकारे उत्तमपुरुषस्य प्रत्ययानां विषये एतः ऐ इति आदेशः भवति एतः ऐ तर्हि इड् इत्यत्र यथा भगिनी उक्तवती इड् इत्यत्र तितात्मने पदानां टेरे इत्यनेन तत्र इ इति टी भागः तस्य स्थाने इकारादेशः तर्हि ए इति भवति तदानीं तत्र ए इत्यस्य एत ऐ इति सूत्रेण ए इत्यस्य स्थाने ऐकारादेशः अतः ऐ इति भवति इदानीम् आयोगः ऐ आ इति कथम् आयाति इति चेत् आड् उत्तमस्य पिच्छ इति सूत्रेण आट् आगमः भवति ऐ इति प्रत्ययस्य आट् आगमः तर्हि आयोगः ऐ आयोगः ऐ इति स्थितौ किं भवति ऐ इति भवति ऐ इति भवति इदानीं द्विवचने तत्र मूलप्रत्ययः अस्ति वहि वहि इति प्रत्यये पितात्मने पदानां टेरे इति सूत्रेण विभागस्य एकारादेशः अतः तत्र वहि इत्यत्र ईकारस्य स्थाने एकारादेशः वहे वहे इत्यत्र एत ऐ इति सूत्रेण एकारस्य स्थाने ऐ इति आदेशः अतः वहै इति भवति इदानीम् आडुत्तमस्य पिच्च इति सूत्रेण आकारादेशः तर्हि आकार आगमः आयोगः वहै आवहै महि इति मूलप्रत्ययः उत्तमपुरुषे बहुवचने महि इति प्रत्यये अपि पुनः टितात्मने पदानां टेरे इति सूत्रेण टिभागस्य एकारादेशः तर्हि महे इदानीम् एत ऐ इति सूत्रेण ऐकारादेशः एकारस्य महै आडुत्तमस्य पिच्छ इति सूत्रेण आडागमः अतः आमहै आहत्य ऐ आवहै आमहै इति प्रत्ययः एते सर्वे प्रत्ययाः पितः सन्ति यतोहि पित्वमपि अध्यारोप्यते आदितमस्य पिच्छ इति सूत्रेण अवगतं वा अस्मिन् सूत्रे किमर्थं तत्र उत्तमस्य इति उक्तम् अत्र वंशीभगिनी आमेतः इति अपि आयाति न तु किं भगिनि प्रश्नः कः इति एत ऐ इति सूत्रे उत्तमस्य इति किमर्थम् उक्तम् उत्तमपुरुषे एव कार्यं करोति न तत्र तु उत्तमस्य इति न उक्तं चेत् किं भवति उत्तमस्य इति न उक्तं चेत् यत्र एकारस्य स्थाने वृद्धिः भवति तत्र न आमेतः न यदि उत्तमस्य न उक्तं चेत् तत्र ते प्रथमपुरुषे अपि तत्र ते इति अस्ति तत्रापि तै भवति न तत्रापि तै भवितुमर्हति इत्युक्ते ऐकारः भवितुमर्हति तथा भवति चेत् इष्टरूपः इष्टरूपं न सिद्ध्यति खलु आं भगिनि समीचीनं क्लेशः भवति सर्वत्र क्लेशः भवति उत्तमस्य इति न वदति चेत् क्लेशः भवति अतः वक्तव्यमेव क्लेश इतोपि क्लेशः किम् अस्ति इति चेत् किम् वदतु भगिनि अनन्तरं वदामि वदतु अपि च तत्र क्लेशः कः इति चेत् आमेतः इत्यपि तत्र किं वदति एकारस्य स्थाने आम् आदेशः इति वदति इदं सूत्रमपि वदति एकारस्य स्थाने ऐ आदेशः इति तर्हि किं करणीयम् इत्यपि क्लेशः सङ्घर्षः तत्रापि प्रपाद्यकार्यम् अमेतः इत्यस्य अपवादः सूत्रमस्ति न तस्य अपवादसूत्रमस्ति न अपवादसूत्रम् इति सर्वत्र अपवादसूत्रेण एतत् कार्यं करोति चेत् अमेतः इति कुत्र कार्यं करोति तदेव मम प्रश्नः आसीत् तत्र अमेतः तु प्रथमपुरुषे एकवचने तु कार्यं करोति अपि च बहुवचने न एकवचने कुत्र कार्यं एकवचने एकवचने एकारस्य स्थाने आम् आदेशः इति तत्र कार्यमस्ति अस्तु तत्रापि एतायि इति अपवादेन अपवादबलेन कार्यं न करोति वा तत्र उत्तमस्य इति अस्ति न तत्र उत्तमस्य इति तदेव तदेव तत्र उत्तमस्य इति तस्य बहु प्राधान्यम् अस्ति उत्तमस्य इति नास्ति चेत् अव्यवस्था भवति खलु उत्तमस्य इति पदं नास्ति चेत् अव्यवस्था भवति इति कृत्वा उत्तमस्य इति पदस्य बहु महत्त्वम् अस्ति सर्वत्र एतस्य सूत्रस्य प्रसक्तिः सर्वत्र भवितुम् अर्हति तदा तथा भवति चेत् क्लेशः भवति कीदृशः तत्र सर्वत्र ऐकारः भवति द्वयम् अपवादरूपेण अस्ति वा इति प्रश्नः भवति आमेतः इति कार्यं करोति वा इति क्लेशः मा भूत् इति कृत्वा उत्तमस्य इति पदम् आवश्यकम् अस्ति इति अवगन्तव्यम् इदानीं तत्र प्रक्रिया कथमस्ति इति एकवारं पश्यामः तत्र अरविन्द महोदय पठति वा आदौ आत्मनेपदि लोट् लकारस्य तिङ् प्रत्ययस्थितिः इति एकवारं सम्पूर्णतया पठतु आत्मनेपदे लङ् लकारस्य तिङ् प्रत्ययः सिद्धिः लोट् लकारस्य लोट् लकार न न लोट् लकार लोट् न पठितं लोट् लकार लङ् लोट् लकारस्य तिङ् प्रत्ययसिद्धिः नियमाः सूत्रात् पूर्वं सूत्राणि यानि सन्ति तस्मात् पूर्वम् उपरि आत्मनिर्भरि लोट् लकारस्य तिङ् प्रत्ययः सिद्धिः नियमाः रश्मिपदे लटि यत्र यत्र इ लोटि तत्र तत्र उ तथैव आत्मनेपदे लटि यत्र ए तत्र तत्र लोटि आम् आदेशः भवति वस्तुतः क्रमः एवमस्ति टित्सु टि भागस्य एवं भवति लोट् अपि टित् एत्तुं भवति लोट् अपि टित् अस्ति अतः अत्रापि टि भागस्य स्थाने एकारः आयाति तदा लोटि एकारस्य स्थाने आम् इति आदेशः भवति अत्र कश्चन विशेषनियमः अस्ति उपरि सामान्यनियमः दत्तः ए स्थाने आम् अस्माभिः चिन्तनीयम् अयम् एकारः कस्मात् परः अस्ति। एकारः सकारात् परः चेत् ये स्थाने वा भवति, न तु आम्। यथा लोट् टित् अस्ति अतः तासस्य तासः से इत्यनेन तासः स्थाने से तदा सकारोत्तरस्य एकारस्य स्थाने वा आदेशः। पुनः एकारः वकारात् परः चेत् ये स्थाने अम् न तु आम् अथवा वा। यदा द्वं द्वे एकारस्य स्थाने अम् द्वम् उत्तम एकारस्य स्थाने तावत् परस्मैपति लेफ्ट् ईकारस्य स्थाने यत्र यत्र इ लोटि तत्र उ इति एवम् आत्मनेपति एकार दीयते टितात्मनेपदानां टेरे इति सूत्रेण तत्र अम् आदेशः भवति क्रमा एतावत्सु टित् अस्ति अतः अत्र टी वादस्य स्थाने आयाति। टि इति अन्तिम अच्वर्णस्य अनन्तरं कोऽपि वर्णः अस्ति सम्पूर्णस्य स्थाने आदेशः भवति एकारस्य इति टितात्मने पदानां तैरे इति सूत्रस्य कार्यम् अस्ति। तदनन्तरं तासस्य इति सूत्रेण न तत्र आमेतः इति आमेतः इति सूत्रमपि अस्ति खलु आमेतः इति सूत्रस्य प्रसक्तिः इति कि यत्र लोट्टि आमादेशः भवति एकारस्य स्थाने इति तत्र आत्मनेपदे लट्टि यत्र एकारः भवति तत्र लोटि आमादेशः भवति इति आमेत इति सूत्रेण तदपि अस्ति। तदनन्तरं मध्यमपुरुष एकवचनस्य अपवादसूत्ररूपेण तासस्य इति पृथक् दत्तत्वात् तास् स्थाने से इति आदेशः भवति। तदा सकार उत्तरवर्ति एकारस्य स्थाने वा आदेशः, पुनः वकारपरस्य ए स्थाने अम् आदेशः इति सवाभ्यां वा सवाभ्यां वा आम् इति सूत्रेण सकारस्य वाम् तत्र एकारस्य स्थाने एकारस्य स्थाने व भवति प्रथम मध्यमपुरुष एकवचने, तथा मध्यमपुरुष बहुवचने वा स्थाने अम् आदेशः भवति इति। स्थाने स्थाने अम् आदेशः भवति आम् वा उत्तरवर्ति एकारस्य वा इति कथम् आगच्छति टितात्मने पदानां तेरे इति सूत्रेण एकारः भवति तस्य एकारस्य स्थाने अम् आदेशः भवति। समीचीनं समीचीनम् इति कृत्वा तत्र यथा लट्टि टितात्मने पदानां तेरे इत्यस्य कार्यम् एवमेव लोटि टितात्मने पदानां तेरे इत्यस्य कार्यं सर्वत्र अस्ति। टिभागस्य स्थाने एकारादेशः सर्वत्र अस्ति। तत्र कुत्र अपवादः इति चेत् केवलं मध्यमपुरुषे एकवचने तासः से इति सूत्रेण पितात्मनेपदानां टेरे इति सूत्रं प्रबाद्य तत्र से इति आदेशः भवति। यदा टितात्मनेपदानां टेरे इत्यनेन एकारादेशः भवति तदानीं तत्र आमेतः इत्यपि सूत्रम् आगच्छति। आमेतः इति सूत्रेण एकारस्य स्थाने आम् इति आदेशः भवति, तस्यापि प्रसक्तिः सर्वत्र भवति। तत्र अपवादः अस्ति चेत् भिन्नवार्ता, परन्तु तस्य प्रसक्तिः सर्वत्र भवति, एकारस्य स्थाने आमादेशः इति। तत्र आहत्य पितात्मने पदानां टेरे तासः से आमेतः इति त्रीणि सूत्राणि, अनन्तरं मध्यमपुरुषे एकवचने तत्र तासः से इत्यनेन यदा से इति आदेशः भवति तदानीं सकार उत्तरवर्ति एकारस्य स्थाने व इति आदेशः भवति सवाभ्यां वामौ इति सूत्रेण आमेतः इति सूत्रं प्रबाद्य एकारस्य स्थाने आम् इति भवितुम् अर्हति तत्रापि परन्तु तत् प्रबाद्य सवाभ्यां वामौ इति सूत्रेण व इति आदेशः एवमेव मध्यमपुरुषे बहुवचने ध्वम् इति मूलप्रत्ययः पितात्मने पदानां टेरे इत्यनेन एकारादेशः द्वे इति भवति इदानीं बकार उत्तरवर्ति एकारस्य स्थाने अम् इति आदेशः भवति सवाभ्यां वामौ इति सूत्रेण अस्तु समीचीनम् इदानीम् अग्रे विजयभगिनी पठति वा अस्तु तर्हि अरुणा भगिनी पठतु आं भगिनि उत्तमपुरुषस्य एकारस्य स्थाने ऐकारादेशः भवति वयं जानीमः उत्तमपुरुष प्रथम उत्तमपुरुष एकवचने इड् इति अस्ति अत्र एकारस्थाने एकार आगच्छति प्रथमं तदनन्तरम् ऐकारादेशः भवति लोट् लकारस्य उत्तमपुरुषस्य सूत्रेण ऐकारः आत्मनेपदानां टेरे इति सूत्रेण इकारस्य स्थाने एकारादेशः पितात्मनेपदानां टेरे ऐकारादेशः ऐकारादेशः वयं पठ एते ऐ सूत्रेण एतः ऐ एत एतः ओ एत ऐ लोटकारस्य उत्तमपुरुषस्य आडागमः भवति इति तु पूर्वमेव उक्तं परस्मैपदी लोटि उक्तम् आत्मनेपदे अपि अस्य प्रसक्तिः अस्ति ततः आकार एक आ हे ऐ अस्ति वाट् हेपन्स् नौ अत्र कोऽपि न कार्यं भवति भगिनि प्रथमपुरुषे प्रथम एकवचने उत्तमपुरुष अय एव रूपं भवति आरुत्तमस्य कार्यं न भवति न भवति वा एकवचने भवति अत्र आत्मनेपदे सर्वे प्रत्ययाः नित् अस्ति बट् आडुत्तमस्य पिच्च सूत्रेण पित् अस्ति सर्वत्र आडुत्तमस्य पिच्च इत्यनेन आडागमः भवति उत्तमपुरुषे अग्रे अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्त्वं स्यात् इत्यस्य नियमस्य प्रसक्तिः भवति टित्सु अपि निस्सु अपि अदागम अदन्तम् अस्ति चेत् आडुत्तमस्य पिच्छेन पित्वं भवति तत्तु लोट् लकारे मध्ये उत्तमपुरुषे अभवत् अग्रिमं यत् भवती पठितवती इदानीम् अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्त्वं स्यात् केन सूत्रेण इत्त्वम् आतोनितः इत्यस्य कार्यमस्ति खलु आं भगिनि आतोनितः इति सूत्रेण अदन्ताङ्ग इकार आस्थाने भवति तर्हि तत्र मूलप्रत्ययः आ इति कुत्र अस्ति मूलप्रत्यये मूलप्रत्यये आम् अति ताम् एताम् इति मूलप्रत्यये तत्र प्रथमपुरुषे द्विवचने अस्ति खलु आताम् आताम् इत्यत्र आ इति अस्ति खलु अदन्तम् अङ्गम् अस्ति चेत् आ इत्यस्य स्थाने इय इति आदेशः आतो नितः इति सूत्रेण एवमेव मध्यमपुरुषे द्विवचने आताम् इति अस्ति तत्रापि आ इत्यस्य स्थाने इय इति आदेशः भवति अङ्गम् अदन्तम् अस्ति चेत् चतुर्षु गणेषु यत्र अङ्गमदन्तमस्ति तत्र इय इति आदेशः भवति. अस्तु, समीचीनं, धन्यवादः. तर्हि इदानीं क्रमेण एकमेकं स्वीकृत्य इदानीं पश्यामः प्रत्येकं प्रत्ययम्. इदानीं सूत्राणि सर्वाणि अधीतानि, प्रत्येकं प्रत्ययं स्वीकृत्य अग्रे पश्यामः कुत्र किं किं भवति इति. अधुना अत्र विनयमहोदय अग्रे पठति वा. आं भगिनि, नियमान् अनुसृत्य कार्यम् एवं अ इति टि भागः, तस्य स्थाने एकारः, ते एकारस्य स्थाने आम् आदेशः, त हलन्तयोग आम्, ताम् इति लोट् प्रत्ययः निष्पन्नः. अत्र प्रथमपुरुष लोट् लकार आत्मेपदि ताम् अस्ति, परन्तु ताम् सूत्र अस्ति आमेतः सूत्राधारेण आम् आयाति. कथम् आम् आयाति इति प्रथमं वदतु. मूलप्रत्ययः कः? त इति मूलप्रत्ययः. तर्हि क्रमेण वदतु. त मूलप्रत्ययः, त त अर्थः, त हलन्त योग अ टि भागः अस्ति. यदि अ टि भागः अस्ति तर्हि अवशेष त हलन्त टित् आत्मने पदानां टेरे आधारेण ते भवति. यदि ते निष्पन्नः तर्हि अग्रे आमेतः सूत्राधारेण ते स्थाने आम् आयाति. अतः यदि ते स्थाने आम् अर्थः कः? त हलन्त योगा ए, अतः ए आम भवति, तर्हि एव त ताम भवति. बहु समीचीनम्, उत्तमं, समीचीनं इति अस्ति. त इति मूलप्रत्ययः, तर्हि प्रथमं तित्सु लकारेषु टितात्मने पदानां तेरे इत्यनेन टिभागस्य स्थाने एकारादेशः, टिभागः अस्ति, त इति प्रत्यये केवलम् एकः एव अकारः अस्ति, तर्हि स एव टिभागः, तर्हि अकारस्य स्थाने एकारादेशः, तर्हि ते इति भवति. इदानीम् आम् एतः, एतः स्थाने आम्, अतः एकारस्य स्थाने आम् आदेशः, ताम् इति सिद्धप्रत्ययः. अग्रे पठतु. आताम् आताम् उभूद् प्रत्ययः अस्ति, अतः अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम्. अत्र इत्वम् अर्थः इत्वम् अर्थः आतु नितः सम्बन्धे अस्ति. अत्र एव आयाति इकार हरस्व अपि च य हरन्त एव आयाति. इत्वम् अर्थः एव अस्ति. तदनन्तरं यदि ए आयाति तर्हि अत्र आताम् आताम् आत् आत् आत् कारणेन ये आयाति, अतः ताम् अवशेषः, तर्हि इययोग ताम् अस्ति. यदि इययोग ताम् अस्ति तर्हि ताम् इति कथं निष्पन्नम् इति वदतु. ताम् इति कथं निष्पन्नं? ताम् ताम् ताम् अवशेषः आताम् आ इय भवति, ताम् अवशेषः, तर्हि इयतां भवति. यदि इयतां भवति या लोपव्योर्वलिः आधारेण यथा त अस्ति रैट् हेण्ड् सैड्, तर्हि य लकारः भवति, तर्हि एव इताम भवति. आम् इति टि भागः तस्य स्थाने इते भवति. ताम् इति टि भागः, अतः ताम् टि भागः, तर्हि ए आयाति. एकांशस्थाने आम् आदेशः इताम् इति लोटः प्रत्ययः निष्पन्नः परन्तु इताम् स्पष्टतया भवति यथा ताम् इतामन्ताम् अथ तस्य स्थाने एकारः इति प्रश्नतः अहं न जानामि परन्तु ताम् इताम् भवति समीचीनम् इत्युक्ते तत्र भवान् किं वक्तुम् इच्छति इति चेत् तत्र मूले ताम् इति अस्ति तस्य पितात्मने पदानां तेरे इत्यनेन टी भागस्य एकारादेशः अतः इते इति भवति तत्पश्चात् आमेतः इति सूत्रेण आम् आदेशः इत्यनेन इताम् इति सिद्धप्रत्ययः खलु तत्र पुनः एकवारं समीचीनं महोदय क्रमेण कथं वक्तव्यम् इति चेत् आताम् इति मूलप्रत्ययः अस्ति आताम् तर्हि अङ्गम् अदन्तम् अस्ति चेत् आतोनितः इति सूत्रेण आताम् इति प्रत्ययः नित् प्रत्ययः अस्ति सार्वधातुकः अपि अस्ति अपित् प्रत्ययः अपि अस्ति अतः निद्वत् अस्ति निद्वत् अस्ति इति कृत्वा आतोनितः इति सूत्रेण अकारस्य स्थाने इय इति आदेशः भवति तर्हि तत्र किं भवति इति चेत् इय योगः ताम् इति अस्ति तर्हि इय इत्यत्र यकारः अस्ति यकारस्य अनन्तरं ताम् इत्यत्र तकारः वल् प्रत्याहारस्य वर्णः अस्ति इति कृत्वा यकारस्य लोपः भवति तर्हि इताम् इति अस्ति अधुना टितात्मनेपदानां टेरे इति सूत्रेण ताम् इति टीभागः अस्ति इताम् इत्यत्र आम् इति टीभागः अस्ति आम् इत्यस्य स्थाने एकारः अतः इते इति भवति इदानीम् इते इत्यत्र आमेतः इति सूत्रेण एकारस्य स्थाने आम् आदेशः अतः इताम् इति सिद्धप्रत्ययः अस्तु अग्रे मीना भगिनी अग्रे पठति वा स्थाने अन्त् आदेशः अन्त् योगः अ इति टि भागः ज् योगः अ इति टि भागः तस्मात् आत्मनेपदस्य चेरे इति सूत्रेण टित आत्मनेपदस्य चेरे इति सूत्रेण अन्त् तस्य स्थाने अन्त् भवति टि भागस्य स्थाने ए भवति अन्ते भवति अन्त् भवति जकारस्य अन्त् भवति तदनन्तरं आत्मनेपदस्य टेरे इति स्थाने अन्ते इति भवति एकारस्य स्थाने आम् आदेशः अन्ते एकारस्य स्थाने आम् एतः इति सूत्रेण अन्ताम् इति भवति अन्ताम् इति अन्ते इति अन्ताम् इति भवति तस्य प्रथमं जो अन्तः भवति तदनन्तरं टितात्मनेपदे तेरे इति तदनन्तरम् आमेतः इति अन्ताम् इति भवति तास् तित्सु से आदेशः तासस्से अस्ति इति सूत्रेण एकारस्य स्थाने एकारस्य स्थाने आम् आदेशः प्राप्तिः आम् प्रभाद्य व आदेशः स्व इति लोट् प्रत्ययः निष्पन्नः अत्र स्वभाव्यां स्वभाव्यां वामौ इति सूत्रेण व आदेशः तासस्थाने प्रथमं तासस्से इति भवति तदनन्तरं स्वभाव्यां वामौ इति से सकारस्य वकारः भवति सकारस्य वकारः भवति वा सकारस्य वकार भवति एकारस्य वकार सकार उत्तरवदति एकारस्य एतः एतः मां सकारोत्तरः एतः वाम वकारः भवति एकारस्य वकारः भवति स्व इति भवति समीचीनं धन्यवादः भगिनि. इदानीं तत्र यथा भगिनी उक्तवती प्रथमपुरुषे बहुवचने झ इति प्रत्ययः तत्र झोन्तः इति सूत्रेण झकारस्य स्थाने अन्त् इति आदेशः भवति तर्हि अन्त इति सिद्धम्. अन्त इत्यत्र टी भागः कः इति चेत् अन्ते यः अकारः अस्ति सः एव टी भागः. पितात्मने पदानां तेरे इत्यनेन अ इत्यस्य स्थाने एकारादेशः तर्हि अन्ते इति सिद्धम्. तर्हि अन्ते इत्यत्र एकारस्य आमेतः इति सूत्रेण आमादेशः अन्ताम् इति सिद्धम्. तासहसे इत्यत्र यथा भगिनी उक्तवती थास् प्रत्ययस्य स्थाने से इति आदेशः भवति. तत्र पितात्मने पदानां तेरे इति सूत्रे अपि तत्र प्रसक्तमस्ति परन्तु तत् प्रभाद्य अपवादरूपेण तासहसे इति सूत्रेण से आदेशः भवति. से इति भूत्वा तत्पश्चात् तत्र एकारस्य स्थाने सवाभ्यां वामौ इति सूत्रेण वकारादेशः. इदानीमपि प्रश्नः भवितुम् अर्हति से इत्यत्र एकारः अस्ति तत्र आमेतः भवति वा इति चेत् तत्र आमेतः इति सूत्रं प्रबाद्य तत्र सवाभ्यां वामौ इत्यनेन सकार उत्तरवर्ति एकारस्य स्थाने वकारादेशः भूत्वा स्व इति सिद्धप्रत्ययः निष्पन्नः भवति. अस्तु इदानीम् अग्रे शुभदा भगिनी पठितुमिच्छति वा आत्थाम्? अस्ति वा भगिनि? अस्तु तर्हि उमा भगिनी पठतु. अधुना श्रूयते वा भगिनि? हा श्रूयते, पठतु. हा समीचीनं, क्षम्यतां भगिनि. आथाम् आथाम् इति अस्ति. आथाम् इति मूलप्रत्ययः. अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम् आस्थाने इ इथाम् आम् इति टी भागः तस्य स्थाने एकारः इथे एकारस्य स्थाने आम् आदेशः इथाम् इति लोप्रत्ययः निष्पन्नः. अत्र आथाम् इति मूलप्रत्ययः अस्ति. अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वं भवति आतोमितः आतोमितः इति सूत्रेण इय इति आदेशः भवति आ इति स्थाने. अतः इय थाम् इति भवति. तदनन्तरं थ इति थकारः इति वल् प्रत्ययः अस्ति अतः यकारस्य लोपः भवति लोपो व्योर्वलि इति सूत्रेण. अतः इथाम् इति वयं प्राप्नुमः. इथाम् इति प्राप्नुमः. तत्पश्चात् आम् इति तस्य ति भागः अस्ति अतः आम् इति स्थाने एकारः भवति आमेतः इति सूत्रेण. अतः इथाम् इत्यस्य इथे इति भवति. तत्पश्चात् इथे इत्यस्य अन्तिम एकारस्य अन्तिमस्य एकारस्य स्थाने आम् आदेशः भवति. आमेतः इति सूत्रेण. समीचीनं. सिद्धप्रत्ययः सिद्धप्रत्ययः इथाम् इति. समीचीनम्. अग्रे ध्वम् इति अस्ति. ध्वम् इति मध्यमपुरुषस्य बहुवचने ध्वम् इति मूलप्रत्ययः. अम् इति तस्य टी भागः तस्य स्थाने एकारः द्वे एकारस्य स्थाने आम् आदेशप्राप्तिः आम् प्रबाध्य अम् आदेशः. ध्वम् इति लोट् प्रत्ययः निष्पन्नः. अत्र ध्वम् इति मूलप्रत्ययः अस्ति तस्य अम् इति टी भागः अस्ति तस्य स्थाने एकारः भवति टित आत्मनेपदानां टेरे इति सूत्रेण. अतः द्वे इति वयं प्राप्नुमः. एकारस्य द्वे इत्यस्य एकारस्य स्थाने आम् इति आदेशस्य प्राप्तिः अस्ति आमेतः इति सूत्रेण. यतोहि आमेतः इति सामान्यं सूत्रमस्ति तस्य प्रसक्तिः सर्वत्रमस्ति. अतः आम् इति तस्य आदेशस्य प्राप्तिः भवति परन्तु तत् प्रबाध्य अम् इति आदेशः प्राप्तः भवति ए सवाभ्यां वामौ इति सूत्रेण. सवाभ्यां वामौ इति सूत्रेण वकारस्य स्थाने क्षम्यताम्, वकारस्य स्थाने उत्तरति, वकारोत्तर एकारस्य स्थाने अम् इति आदेशः प्राप्तः भवति, सवाभ्यां वामौ वामौ इति सूत्रम्, अतः द्वे इत्यस्य एकारस्य स्थाने अम् इति आदेशः प्राप्तः भवति, अतः ध्वम् इति अन्तिमः प्रत्ययः निष्पन्नः भवति। बहु समीचीनं, तथैव अस्ति। अत्र एकः प्रश्नः उदेति, द्वम् इति मूलप्रत्ययः अस्ति, इदानीं सिद्धप्रत्ययः अपि द्वम्, तर्हि किमर्थम् एतादृश सर्कस् आवश्यकम् अत्र? तत्र द्वम् इति द्वे इति भूत्वा तदनन्तरम् एकारस्य स्थाने अम् आदेशः इति किमर्थं तादृशम् आवश्यकम् अत्र इति प्रश्नः भवति खलु? आं भगिनि, सर्वत्र पतति भगिनि, वृष्टिः सर्वत्र समीचीनं, यत्र यानि यानि सूत्राणां प्रसक्तिः भवति तानि तानि सर्वाणि सूत्राणि तत्र प्रसक्तानि भवन्ति, अतः इति पर्जन्यवल्लिङ्ग् किमपि अस्ति, पर्जन्यवत् भवति सर्वत्र, पर्जन्यवत् समीचीनम् इति कृत्वा तत्र यद्यपि अन्ततो गत्वा प्रयोजनं नास्ति, त्वम् इति मूलमेव मूले एव अस्ति, प्रयोजनं नास्ति, तथापि तत्र सूत्राणि सन्ति, तेषां दृष्टिः सर्वत्र पतति इति कृत्वा तत्रापि कार्यं भवति, कार्यं भूत्वा समानरूपमेव भवति, भेदः नास्ति। अस्तु, समीचीनं, धन्यवादः। इदानीम् अग्रे उमा भगिनी अग्रे पठति वा? अस्ति वा भगिनि? विजया भगिनी, अस्तु, गोमति भगिनी पठतु। आम् आं भगिनि, मूलप्रत्ययः एड् वहि महि उत्तमपुरुषस्य लोट् प्रत्ययः, एड् भवति ऐ, वहि भवति वहै, महिं भवति महै इति, ईड तत्र डकारस्य हलन्त्यसूत्रेण इसज्ञा, तस्य लोपः अपि भवति, इ एव तिष्ठति, इ इति तित् आत्मनेपदानां तेरे इति सूत्रेण इ अत्र केवलम् इ एव अस्ति, तस्य टि संज्ञा भवति, टि संज्ञायाः एकारः भवति, तस्य स्थाने एकारः भवति, अतः इ गत्वा ए इति भवति, अनन्तरम् एत ऐ इति सूत्रेण एकारस्य ऐ भवति, ए इत्यस्य आमेतः सूत्रस्य कार्यमपि भवितुम् अर्हति, परन्तु तत् कार्यं न भवति, के तत्तु सामान्यसूत्रमस्ति, एत ऐ इति अपवादसूत्ररूपेण तस्य कार्यं भवति, एकारस्य स्थाने उत्तमपुरुषस्य एकवचनस्य एकारस्य स्थाने ऐ इति आदेशः भवति, ऐ एव सिद्धप्रत्ययः। अनन्तरं वहि, वहि अत्र टिसज्ञः अस्ति, इकारः, इकारस्य स्थाने एकारः आगच्छति, टित आत्मनेपदानां तेरे इति सूत्रेण वहे इति भवति, एकारस्य स्थाने अनन्तरम् ऐ भवति, ऐ भवति आमेतः इति सूत्रेण वहै, आमेतः इति सूत्रम्, आमेतः आमेतः नास्ति, एकारस्य स्थाने ऐ आदेशः भवति, टिता किं भगिनि, एत ऐ इति सूत्रेण ऐ आदेशः भवति, वहै इति उत्तमपुरुषस्य रूपं, परन्तु तत्पूर्वं तत्र आडा उत्तमस्य आडागमः अपि च इति सूत्रेण आड् उत्तमस्य विच्च, सोरि, आड् उत्तमस्य विच्च इति सूत्रेण आट् आगमः भवति, आट् टित् अस्ति, अतः प्रत्ययस्य आगमः अस्ति तत्र, तु प्रत्ययस्य आदौ भवति आ वहै इति मूल सिद्धप्रत्ययः भवति, महिङ् नकारः इत्संज्ञा भूत्वा तस्य लोपः भवति महि टि इकारः अस्ति टित आत्मनेपदानां टेरे इति सूत्रेण तस्य एकारः भवति एकारस्य ऐकारः भवति एत ऐ इति सूत्रेण तत्रापि आमेतः सूत्रं प्रभाज्य एत ऐ इत्यस्य कार्यं भवति महै इति भवति उत्तमपुरुषः अस्ति प्रत्ययः अतः तत्र आड् आगमः भवति आड् उत्तमस्य पिच्च इति सूत्रस्य कारणेन आट् उत्तमस्य पिच्च आकारः अनन्तरं प्रत्ययः आमहै इति तु ऐ महै महै इति सिद्धप्रत्ययः हा बहु समीचीनं तथैव अस्ति तर्हि इद् वहि महिङ् इति मूलप्रत्ययः इद् इत्यत्र इभागस्य चितात्मने पदानां टेरे इत्यनेन एक इकारस्य इकारादेशः एकारः तदनन्तरम् एत ऐ इति सूत्रेण एकारस्य स्थाने ऐकारादेशः तर्हि ऐ इति भवति उत्तमपुरुषे सर्वत्र आडुत्तमस्य पिच्च इति सूत्रेण प्रत्ययस्य आदौ आट् आगमः भवति तर्हि आयोगः ऐ वृद्धिः भूत्वा ऐ इति सिद्धप्रत्ययः उत्तमपुरुषे द्विवचने वहि इति मूलप्रत्ययः अत्रापि एवमेव क्रमः पितात्मने पदानां टेरे इति सूत्रेण टीभागस्य इकारादेशः तर्हि वहे इति भवति एत ऐ इति सूत्रेण एकारस्य ऐकारादेशः वहै अनन्तरम् आडागमः आडुत्तमस्य पिच्च इत्यनेन तर्हि आवहै एवमेव महै इत्यव महै इत्यपि भवति आमहै महि महि इति प्रत्ययः महि इत्यत्र पितात्मने पदानां टेरे इत्यनेन इकारादेशः महे एत ऐ इत्यनेन ऐकारादेशः महै आडागमः आमहै इति तत्र प्रत्ययः भगिनी एकः प्रश्नः पृच्छामि वा तत्र एकक्षणं भगिनि एकक्षणम् अत्र गोमति भगिनी सिद्धप्रत्ययः के इति एकवारं वदतु अत्र अग्रे अग्रे लिखितं तद् एकवारं पठतु अस्तु वंसि भगिनी भवतेव पठतु आं भगिनि तत्र लोट्टि सिद्धप्रत्ययः ताम् इताम् अन्ताम् स्व इत्थां ध्वम् ऐ आवाहे आमाहे आमहे क्षम्यताम् आमहे समीचीनम् इति तत्र लोट् लकारस्य विषयः समाप्तः इदानीं पृच्छतु अत्र उत्तमपुरुषे तत्र वहि इति अस्ति मध्यम द्विवचने अपि च बहुवचने महिम् इति अस्ति तत्र ण्यकारस्य किमपि प्रयोजनमस्ति वा तत्र महिम् इत्यस्य मध्ये महिम् इत्यस्य ङकारस्य किं प्रयोजनमिति वा हा भवती वदतु चिन्तयित्वा वदतु ङकारस्य किं प्रयोजनार्थं न तत्र टिप् तिङ् सत्यं हा अरविन्द महोदय कः उक्तवान् तङ्गानाम् आत्मनेपदम् इति सूत्रनिर्माणार्थं तङ् इति प्रत्याहारनिर्माण इति तत्र प्रत्याहारं कर्तुं तत्र तङ् इति प्रत्याहारं कर्तुं तिङ् अपि भगिनि तिङ्गपि भवति तङ् अपि भवति तिङ् अपि भवति सर्वत्र तिङ्गपि भवति इत्युक्ते एकं प्रयोजनं वदामः चेत् इत्युक्ते बहूनि प्रयोजनानि भवन्ति यत्र इत्संज्ञा अस्ति तस्य बहूनि प्रयोजनानि भवन्ति परन्तु एकं प्रयोजनं तु भवेत् एव अतः सर्वदा प्रथमं किं प्रयोजनम् एकं प्रयोजनं किम् इति चिन्तयामः तदनन्तरम् अन्यानि प्रयोजनानि अपि भवितुम् अर्हन्ति महोदयेन एकम् उक्तम् भगिनी एकः प्रश्नः तत्र उत्तमपुरुषस्य एकवचने ऐ इति भवति तत्र आट् योगः ऐ इति भूत्वा आयोगः ऐ अत्र आटश्च इत्यस्य प्रसक्तिः अस्ति वा वृद्धिरेचिः इत्यनेन भवति आटश्च आटश्च इति आटश्च इति सूत्रं किं वदति आट् आगमः अस्ति, तदनन्तरं कोऽपि अच् अच् अच् अस्ति, अच् इत्युक्ते स्वरः अस्ति चेत् तत्र वृद्धिः एव भवति इति. हा, आटश्च इति सत्यम्, आटश्च इति सूत्रमस्ति. तर्हि तत्र अङ्गस्य विषये किमपि उक्तं वा, वर्णनिमित्तिककार्यम् अस्ति वा, कीदृशकार्यम्? आटश्च इति सूत्रे अङ्गस्य इत्यस्य अधिकारे अस्ति वा? अङ्गस्य इति अधिकारे नास्ति. आडागमात् अच्वर्णे परे वृद्धि एकादेशः भवति इति उक्तं सत्यं. तत्र वस्तुतः समीचीनः, बहु समीचीनचिन्तनं इत्युक्ते तत्र वृद्धिरेचि इति सूत्रस्यापि प्रसक्तिः अस्ति, परन्तु वृद्धिरेचि इति सूत्रेण अपि प्राप्तुं शक्यते, परन्तु आटश्य इति अपि सूत्रमस्ति. आटश्य इति सूत्रं यत्र आडागमः भवति तस्य अनन्तरम् अच्वर्णः परः अस्ति चेत् वर्णनिमित्तिककार्यम् अस्ति, आटश्य इति सूत्रेण वृद्धिः भवति इति उक्तम्. हा, समीचीनं. तर्हि अटश्य अटश्य इत्यनेनैव भवति, यतोहि अपवादरूपेण अस्ति. वृद्धिरेचि इत्यनेन यद्यपि भवितुम् अर्हति, परन्तु अपवादरूपेण अस्ति. वस्तुतः अत्र अटश्य इत्यस्य तत्र तादृश सूत्रम् अस्ति इति कृत्वा तस्य कार्यं भवति, परन्तु अटश्य इति कार्यं न करोति चेत् वृद्धिरेचि इत्यनेन कार्यं भवति चेदपि इष्टरूपं वयं प्राप्नुमः. अत्र तादृश तादृश किं तत्र सङ्घर्षः तादृश नास्ति, इत्युक्ते आटश्य कार्यं न करोति चेत् इष्टरूपं न प्राप्नुमः इति तादृशं नास्ति. इत्युक्ते आटश्य इति सूत्रस्य विषये बहु चर्चा अस्ति, सूत्रम् आवश्यकं वा अनावश्यकं वा इति बहु चर्चा अस्ति. इत्युक्ते तत्र यत्र इष् इति धातुः अस्ति खलु, इष् धातुः इच्छति इति रूपं, तत्र इष् धातोः आडागमः भवति, आडागमः भवति. तर्हि आयोगः इष् इति धातुः, तर्हि तत्र इदानीं वृद्धिरेचि इति सूत्रस्य प्रसक्तिः एव नास्ति, तत्र नास्ति नास्ति. तत्र आटश्य इत्यस्य महत्त्वम् अस्ति, आटश्य कार्यं न करोति चेत् तत्र ऐच्छत् इति रूपं न सिद्ध्यति खलु. आटश्य इत्यस्य आवश्यकता अस्ति, तत्र आटश्य एव कार्यं, तस्यैव कार्यं स्यात्. परन्तु अत्र लोट्लकारे आटश्य इत्यस्य तादृशप्राधान्यं नास्ति. आटश्य इति सूत्रं नास्ति चेदपि कार्यं चलति, वृद्धिरेचि इत्यनेन कार्यं चलति. परन्तु यथा भवती उक्तवती समीचीनं, तत्र आटश्य इत्येव सूत्रं स्यात्, न तु वृद्धिरेचि, अपवादरूपेण अस्ति. हा, समीचीनम्, उत्तमम् उत्तमम्. अत्र करपत्रे न उक्तम् आटश्य इति सूत्रस्य विवरणं न दत्तं, परन्तु यद्भवती वदति समीचीनमस्ति. सर्वैः बुद्धं वा अत्र किम् अस्ति इति? आं भगिनि. अस्तु, तर्हि विशेषसूत्रमस्ति आटश्य इति. यत्र आडागमः भवति तस्य अनन्तरम् अच्वर्णः अस्ति चेत् वृद्धिः भवति, पूर्वपरयोः वृद्धिः इति कृत्वा अत्र यदा आडागमः भवति तदनन्तरम् आटश्य इत्यनेन वृद्धिः. अस्तु, तर्हि अत्र स्थगयामः वा, कोऽपि प्रश्नः अस्ति वा? तत्र आटश्य इति लुङ्लकारे लुङ्लकारे कार्यं करोति न, लोट्लकारे अपि कार्यं करोति वा भगिनि तत्र? हा, तदेव, आटश्य इति सूत्रे लङ्लकारे लोट्लकारे इति किमपि न उक्तम्. आटश्य इति सूत्रे किम् उक्तम् इति चेत्, यत्र आडागमः भवति तस्य अनन्तरम् अच्वर्णः अस्ति चेत् पूर्वपरयोः एकः वृद्धिः इति एव उक्तम्. समीचीनं, हा, तत् समीचीनम्. यत्र यत्र कुत्रापि प्रसक्तिः भवितुमर्हति, इत्युक्ते वस्तुतः आडजादीनाम् इति एकं सूत्रम् अस्माभिः पठितं वा अस्मिन् वर्गे? प्रायः नास्ति. आडजादीनाम् इति सूत्रेण सामान्यतया लङ्लकारे तत्र लुङ्लङ् रिङ् ष्वडुदात्तः इति सूत्रेण अडागमः भवति, अतः अपठत् अगच्छति. परन्तु यत्र अजादिधातुः अस्ति तत्र आडजादीनाम् इत्यनेन आट् आगमः भवति, तत्र आट् आगमस्य अनन्तरम् आटश्य इति सूत्रेण वृद्धिः भवति इति उक्तम्. परन्तु आटश्य इति सूत्रे केवलम् आडाजादीनाम् अस्ति चेदेव भवति इति नास्ति. आटश्य इति यत्र कुत्रापि भवितुमर्हति, यत्र आडागमः अस्ति तस्य अनन्तरम् अच्वर्णः अस्ति चेत् वृद्धिः भवितुमर्हति. अतः अत्र समीचीनमस्ति, तत्र आटश्य इत्यस्य कार्यमस्ति. अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः. धन्यवादः धन्यवादः धन्यवादः धन्यवादः धन्यवादः.